पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायम् 18 नारद उवाच तदा प्रभृति ब्रह्माद्या ऋषयश्च तपोधनाः सेवन्ते नर्मदां राजन् कामक्रोधविवर्जिताः तस्मिन्निपतितं दृष्ट्वा शूलं देवस्य भूतले तस्य पुण्यं समाख्यातं शङ्करेण महात्मना शूलभेदेति विख्यातं तीर्थं पुण्यतमं महद तत्र स्नात्वार्चयेद्देवं गोसहस्रफलं लभेद त्रिरात्रं कारयेद्यस्तु तस्मिन् तीर्थे नराधिप अर्चयित्वा महादेवं पुनर्जन्म न विद्यते भीमेश्वरं ततो गच्छेन्नर्मदेश्वरमुत्तमम् आदित्येश्वरं महापुण्यं तथाज्यमधुना सह मल्लिकेश्वरमभ्यर्च्य पर्याप्तं जन्मनःफलं वरुणेश्वरं ततः पश्येन्नीराजेश्वरमुत्तमं सर्वतीर्थफलं तस्य पञ्चायतनदर्शनाद गदो गच्छेदराजेन्द्र युद्धं वै यत्र साधितं कोटितीर्थं तु विख्यातमसुरा यत्र योधिताः यत्र ते निहता राजन् दानवा बलदर्पिताः तेषां शिरांसि गृह्यं ते निहतास्ते समागताः तैस्तु संस्थापितो देवः शूलपाणिर्महेश्वरः कोटिर्विनिहता तत्र तेन कोटीश्वरस्मृतः दर्शनात्तस्य तीर्थस्य सन्देहस्वर्गमावहेद तदा इन्द्रेण क्षुद्रत्वाद्वज्रकीलेन यन्द्रितः तदा प्रभृति लोकानां स्वर्गमत्वं निवारितं सकृदं श्रीफलं दत्त्वा चान्दे प्रदक्षिणं सर्वदः देवेन शिरसादाय धारयेत् सर्वकामेन सम्पूर्णो राजा भवति पाण्डव मृदो रुद्रत्वमाप्नोति न चेह जायते पुनः स्वर्गं गत्वा ततो राज्यं कृत्वा गत्य ततो दिवं महादेवं तथोपास्य त्रयोदश्यां हि मानवः स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेद ततो गच्छेदराजेन्द्रतीर्थं परमशोभनं नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया कार्तिकस्य दुमासस्य कृष्णपक्षचतुर्दशी कृतेन स्नापयेद्देवं समाधिस्थो जितेन्द्रियः एकविंशकुलोपेदो न मुच्येदैश्वरात्पदाद् धेनवोपानहंछत्रं तथा दद्याच्च कम्बलं भोजनं चैव विप्राणां सर्वं कोटिगुणं भवेद् ततो गच्छेद राजेन्द्र रविस्तवमनुत्तमं तत्र स्नात्वा नरो राजन् सिंहासनगतिर्भवेद् नर्मदादक्षिणे कूले तीर्थं शक्रस्य विश्रुतम् उपोष्य रजनीमेकां स्नानं तत्र समाचरेद स्नानं कृत्वा यथान्यायमर्चयेत्तु जनार्दनं गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ऋषितीर्थं तदो गच्छेत् सर्वपापहरं नृणाम् स्नादमात्रो नरस्तत्र शिवलोके महीयते नारदस्य च तत्रैव तीर्थं परमशोभनं स्नादमात्रो नरस्तत्र गोसहस्रफलं लभेद देवतीर्थं तदो गच्छेत् ब्रह्मणा निर्मितं पुरा तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते अमरकण्टकं तदो गच्छेदमरस्थापितं पुरा स्नादमात्रो नरस्तत्र गोसहस्रफलं लभेद तदो गच्छेद राजेन्द्र वामनेश्वरमुत्तमं तत्र वामनकं दृष्ट्वा मुच्यते ब्रह्महत्यया ऋषितीर्थं तदो गच्छेदीशानेशं पुमान् ध्रुवं वडेश्वरं तदो दृष्ट्वा पर्याप्तं जन्मनः फलम् भीमेश्वरं तदो गच्छेत् सर्वव्याधिविनाशनं स्नादमात्रो नरो राजन् सर्वदुःखात् प्रमुच्यते तदो गच्छेद राजेन्द्र वारणेश्वरमुत्तमं तत्र स्नात्वा नरो राजन् सर्वदुःखात् प्रमुच्यते सोमतीर्थं तदो गच्छेत् पश्येच्चन्द्रमनुत्तमं तत्र स्नात्वा नरो राजन् भक्र्या परमयायुधः तत्क्षणाद्दिव्यदेहस्थः शिववन्मोददे चिरं षष्टिवर्षसहस्राणि शिवलोके महीयते ततो गच्छेद राजेन्द्र पिङ्गलेश्वरमुत्तमम् अहो रात्रोपवासेन त्रिरात्रफलमाप्नुयाद तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति यावन्ति तस्या रोमाणि तत्प्रसूदकुलस्य च तावद्वर्षसहस्राणि रुद्रलोके महीयते यस्तु प्राणपरित्यागं तत्र कुर्यान्नराधिप अक्षयं मोददेपालं यावच्चन्द्रदिवाकरौ नर्मदातडमाश्रित्य तिष्ठन्ति येदु मानवाः ते मृदा स्वर्गमायान्ति तथा सुकृतिनो यथा सुरभिकेश्वरं गच्छेन्नारकं कोडिकेश्वरं गङ्गावतरणे तत्र दिने पुण्यो न संशयः नन्दितीर्थं तदो गच्छेत् स्नानं तत्र समाचरेद तुष्यते तं तु नन्दीशः सोमलोके महीयते तदो द्वीपेश्वरं गच्छेद्व्यासतीर्थं तपोवनं निवर्तिदा पुरा तत्र व्यासभीदा महानदी पुङ्गारिता दुव्यासेन दक्षिणेन तदो गदा प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप व्यासस्तस्य भवेत् प्रीदो वाञ्छितं लभदे फलम् स सूत्रेण वेष्टयेद्यस्तु दीप्तं देवं सवेदिकं क्रीडदे ह्यक्षयं कालं यथा रुद्रस्तथैव सः तदो गच्छेद राजेन्द्र येरण्डीतीर्थमुत्तमं सङ्गमेदु नरस्नात्वा मुच्यते सर्वपादकैः येरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी अथवाश्वयुजे मासे शुक्लपक्षस्य चाष्टमी शुचिर्भूत्वा नरस्नात्वा सोपवासपरायणः ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता येरण्डीसङ्गमे स्नात्वा भक्तिभावानुरञ्जितः शुक्रिकां शिरसि स्थाप्य अवगाह्य च वै जलं नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ततः सुवर्णतिलके स्नात्वा दत्त्वा च काञ्चनम् काञ्चनेन विमानेन रुद्रलोके महीयते तदस्वर्गच्युदकालाद्राजा भवति वीर्यवान् ततो गच्छेद राजेन्द्र इक्षु नद्यास्तु सङ्गमं त्रैलोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयाद स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् आजन्मनकृतं पापं स्नानमात्राद्व्यपोहदि आङ्गिरसं ततो गच्छेत् स्नानं तत्र समाचरेद गोसहस्रफलं तस्य रुद्रलोके महीयते लाङ्गलतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् तत्र गत्वा तु राजेन्द्रस्नानं तत्र समाचरेद सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः वडेश्वरं ततो गच्छेत् सर्वतीर्थमनुत्तमं तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेद सङ्गमेश्वरं ततो गच्छेत् सर्वपापहरं परं तत्र स्नात्वा नरो राज्यं लभते नात्र संशयः भद्रतीर्थं समासाद्य दानं दद्यात्तु यो नरः तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेद अध नारी भवेत् कापि तत्र स्नानं समाचरेद गौरीतुल्या भवेत् साधु इन्द्रं यादिनसंशयः अङ्गारेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेद स्नादमात्रो नरस्तत्र रुद्रलोके महीयते अङ्गारख्यां चतुर्भ्यां तु स्नानं तत्र समाचरेद अक्षयं मोददे कालं मुरारिकृतशासनः अयोनिसङ्गमे स्नात्वा न पश्येद्योनिमन्दिरं पाण्डवेश्वरकं गत्वा स्नानं तत्र समाचरेद अक्षयं मोददे कालमवध्यस्तु सुरासुरैः विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः तत्र भुक्त्वा महाभोगान् मर्त्ये राजाभिजायते कम्भोदिकेश्वरं गच्छेत् स्नानं तत्र समाचरेद उत्तरायणे तु सम्प्राप्ते यदिच्छेत् तस्य तद्भवेद चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेद स्नादमात्रो नरस्तत्र सोमलोके महीयते ततो गच्छेद राजेन्द्रतीर्थं शक्रस्य विश्रुतं पूजितं देवराजेन देवैरपि नमस्कृतं तत्र स्नात्वा नरो राजन् दानं दत्त्वा च काञ्चनम् अथवा नीलवर्णाभं वृषभं यः समुत्सृजेद वृषभस्य दुरोमाणि तत्प्रसूदिकुलेषु च तावद्वर्षसहस्राणि नरो हरपुरे वसेद ततः स्वर्गात् परिभ्रष्टो राजा भवति वीर्यवान् अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप स्वामी भवति मर्त्येषु तस्य तीर्थप्रभावतः ततो गच्छेद राजेन्द्रब्रह्मावर्तमनुत्तमं तत्र स्नात्वा नरो राज्यं स्तर्पयेत् पितृदेवताः उपोष्य रजनीमेकां पिण्डं दत्त्वा यथाविधि कन्यागदे यथादित्ये अक्षयं संचितं भवेद ततो गच्छेद राजेन्द्र कपिलातीर्थमुत्तमम् तत्र स्नात्वा नरो राजन् कपिलां यः प्रयच्छति सम्पूर्णां पृथिवीं दत्त्वा यत्फलं तदवाप्नुयाद नर्मदेश्वरं परं तीर्थं न भूतं न भविष्यति तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेद तत्र सर्वगतो राजा पृथिव्यामभिजायते सर्वलक्षणसम्पूर्णः सर्वव्याधिविवर्जितः नार्मदीयोत्तरे कूले तीर्थं परमशोभनम् आदित्यायतनं रम्यमीश्वरेण तु भावितं तत्र स्नात्वा तु राजेन्द्रदानं दत्त्वा च शक्रितः तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयं दरिद्राव्याधिताये तु ये च दुष्कृतकर्मणः मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च माघमासे तु सम्प्राप्ते शुक्लपक्षस्य सप्तमीं वसेदायतनेयस्तु निरात्मा यो जितेन्द्रियः न जायते व्याधितश्च कालेन्धो बधिरस्तथा सुभगो रूपसम्पन्नः स्त्रीणां भवति वल्लभः इदं तीर्थं महापुण्यं मार्कण्डेयेन भाषितं ये प्रयान्ति न राजेन्द्र वञ्चितास्तेन संशयः मासेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेद स्नादमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयाद मोददे सर्वलोकस्थो यावदिन्द्राश्च दुर्दश ततः समीपदस्थित्वा नागेश्वरं तपोवनं तत्र स्नात्वा दुराजेन्द्र शुचिर्भूत्वा समाहितः बहुभिर्नागकन्याभिः क्रीडदे कालमक्षयम् कुबेरभवनं गच्छेत् कुबेरो यत्र संस्थितः कालेश्वरं परं तीर्थं कुबेरो यत्र तोषितः यत्र स्नात्वा दुराजेन्द्र सर्वसम्पदमाप्नुयाद ततः पश्चिमदो गच्छेन् मरुतालयमुत्तमं तत्र स्नात्वा दुराजेन्द्र शुचिर्भूत्वा समाहितः काञ्चनं तु ततो दद्यादन्नशक्रियादु बुद्धिमान् पुष्पकेण विमानेन वायुलोकं स गच्छति मम तीर्थं ततो गच्छेन् माघमासे युधिष्ठिर कृष्णपक्षे चतुर्दश्यां स्नानं तत्र समाचरेद नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसङ्कटम् अहल्यातीर्थं ततो गच्छेत् स्नानं तत्र समाचरेद स्नादमात्रो नरस्तत्र अप्सरोभिः प्रमोददे पारमेश्वरे तपस्तप्त्वा अहल्यामुक्तिमागमद चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेद यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेद स्त्रीवल्लभो भवेत् श्रीमान् कामदेव इवापरः अयोध्यां तु समासाध्य तीर्थं शक्रस्य विश्रुतं स्नादमात्रो नरस्तत्र गोसहस्रफलं लभेद सोमतीर्थं ततो गच्छेत् स्नानमात्रं समाचरेद स्नादमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते सोमग्रहे दुराजेन्द्र पापक्षयकरं भवेद त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलं यस्तु चान्द्रायणं कुर्यात् तस्मिंस्तीर्थे नराधिप सर्वपापविशुद्धात्मा सोमलोकं स गच्छति अग्निप्रवेशे तु जलेऽप्यथवापि ह्यनाशने सोमतीर्थे मृदो यस्तु नासौ मर्त्येऽभिजायते स्तम्भतीर्थं ततो गच्छे स्नानं तत्र समाचरेद स्नादमात्रो नरस्तत्र सोमलोके महीयते ततो गच्छेद राजेन्द्र विष्णुतीर्थमनुत्तमम् योधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् असुरा योधितास्तत्र वासुदेवेन कोडिशः तत्र तीर्थं समुत्पन्नं विष्णुप्रीतो भवेदिह अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहदि ततो गच्छेत्तु राजेन्द्र तापसेश्वरमुत्तमम् अमोहमिति ख्यातं पितृन्यस्तत्र तर्पयेद पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि तत्र स्नात्वा नरो राजन् पितृपिण्डं तु दापयेद गजरूपा शिलास्तत्र तोयमध्ये प्रतिष्ठितः तस्मिंस्तु दापयेत् पिण्डं वैशाखेदु विशेषतः तृप्यन्ति पितरस्तावद्यावत् तिष्ठति मेदिनी ततो गच्छेद राजेन्द्र सिद्धेश्वरमनुत्तमं तत्र गत्वा तु राजेन्द्र गणपत्यन्तिकं व्रजेद ततो गच्छेद राजेन्द्र लिङ्गो यत्र जनार्दनः तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते नर्मदा दक्षिणे कूले तीर्थं परमशोभनं कामदेवस्वयं तत्र तपस्तप्यत्यसौ महान् दिव्यं वर्षसहस्रं तु शङ्करं पर्युपासते समाधिपर्वदग्धस्तु शङ्करेण महात्मना स्वेदपर्वोपमश्चैव हुताशुक्लपर्वणि ये दे दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः दिव्यवर्षसहस्रेण तुष्टस्तेषां महेश्वरः उमया सहितो रुद्रस्तेषां तुष्टो वरप्रदः विमोक्ष इत्वा तान् सर्वान् नर्मदा तडमास्थितान् तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः त्वत्प्रसादान् महादेवतीर्थं च भवदूत्तमम् अर्धयोजनविस्तीर्णं तीर्थं दिक्षु समं ददः तस्मिं तीर्थे नरस्नात्वा उपवासपरायणः कुसुमायुधरूपेण रुद्रलोके महीयते वैश्वानरे यमेनैव कामदेवेन वायवे तपस्तप्त्वा दुराजेन्द्र तत्रैव जपुरागतैः अन्धो नस्य समीपे दु नादिदूरे दु तस्य वै स्नानं दानं च तत्रैव भोजनं पिण्डपादनम् अग्निवेशे जले वापि अथवापि अनाशने अनिवर्तिकागदिस्तस्य मृदस्याप्यर्धयोजने त्र्यम्बकेण स्तोयेन स्नापयेन्नरपुङ्गवः अन्धो न मूले दत्त्वा दु पिण्डं चैव यथाविधि पितरस्तस्य तृप्यन्ति यावच्चन्द्रदिवाकरौ उत्तरायणे दु सम्प्राप्ते तत्र स्नानं करोति यः पुरुषो वापि स्त्री वापि वस्येदायतने शुचिः सिद्धेश्वरस्य देवस्य प्रभादे पूजनान्नरः सदां गतिमवाप्नोति नदां सर्वैर्महामखैः यथा जतीर्थकालेन रूपवान् सुभगो भवेद मर्त्ये भवति राजा सा वा समुद्रान्तगोचरे क्षेत्रपालं न पश्येच्च दण्डपालं महाबलं वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुण्डलम् एतत्तीर्थफलं ज्ञात्वा सर्वे देवाः समागताः मुञ्चन्ति पुष्पवृष्टिं तु स्तुवन्ति कुसुमेश्वरम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे अष्टादशोऽध्यायः ॐ